सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्। पूर्वस्मिन् सप्ताहे भ्रातृमेलनम् इति कथां विस्तरेण पठितवन्तः। सर्वैः सा कथा अवगता इति भावयामि। कथायाः सारः कः? कथायाः निष्कर्षः कः? निष्कर्षः इत्युक्ते एसेन्स् कः इति ज्ञातव्यम्। भवन्तः सर्वे विचारशीलाः इति मत्वा कथायाः सारम् अवगतवन्तः इति मन्ये। भवन्तः सर्वे स्वीयवाक्यैः कथायाः सारं लिखितवन्तः इति चिन्तयामि। तदर्थं वयम् अग्रे सरेम। कथायाः सारः कः इत्युक्ते एतावता हनुमतः सामर्थ्यात् अपेक्षया भीमसेनस्य सामर्थ्यं न्यूनम् इति सः अवगतवान्। कथायाः प्रसङ्गे भवन्तः सर्वे स्वीयवाक्यानि लिखितवन्तः इति अहं चिन्तयामि। तत्र अग्रे गमनात् पूर्वं कथायां कानिचन स्थूलाक्षरैः लिखितानि पदानि सन्ति, तानि पदानि एकवारं पठामः। अत्र सूर्यकुमारि भगिनी, भवती तत्र कथायां स्वीयवाक्यं आम् महोदय। अत्र कथायां कानिचन स्थूलाक्षरैः लिखितानि पदानि सन्ति, पठति वा? अहं चिन्तयामि ध्वनिमुद्रण आरम्भः अभवत् इति अहं चिन्तयामि। पठतु भगिनि। रमन्ति प्रथम आत्मनेपदी बहुवचन पदमस्ति। मोदते, एक्षते, जानीते, कामयते, प्रतिष्ठते, मृगयते, निरीक्षन्ते, आलोकते, स्मयते, भाषते, भ्रूते, उत्सहे, अवतिष्ठते जाने, कंपते, सिद्ध्यते, जायते, लज्जते। एतानि पदानि सन्ति भगिनि। अपि च अत्र प्रार्थयते इति अपि अस्ति। उत्तमं, तावदेव। अपि च अत्र अहम् एकं करपत्रं प्रेषितवती। विभक्तिवल्लरी नाम्ना एकं पुस्तकमस्ति, तस्मात् पुस्तकात् उद्धृतं करपत्रं स्क्रीन्शाट् प्रेषितवती। किमर्थं तस्य प्राधान्यं किम् इति पश्यामश्चेत्, अस्मिन्नेव पुटे भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति इति एकं वाक्यमस्ति। तस्मिन् वाक्ये पुच्छे गृहीत्वा इति लिखितमस्ति। तत्र सप्तमीविभक्तेः रूपं किमर्थम् इति प्रश्नः आयाति। पुच्छं गृहीत्वा इति अपि अग्रिमे परिच्छेदे अस्ति, अग्रिमे वाक्ये अस्ति, किन्तु पुच्छे गृहीत्वा इति लिखितमस्ति। तत्र सप्तमीविभक्तेः आवश्यकता का, तस्य स्पष्टीकरणार्थम् एव एकं करपत्रं प्रेषितवती। अधुना दर्शनभगिनी, भवती अत्र करपत्रं दृष्ट्वा किञ्चित् पठतु। प्रथमं करपत्रम् अस्ति वा भगिनि? नो चेत् भूमा भगिनि भवती इन्द्रजित् मायासीतां केशेषु गृहीतवान् इत्येतस्मिन् वाक्ये ग्रहणक्रियायाः कर्म सीता कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान् एवं कर्मणः यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति. तावदेव भगिनि. तत्र अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति भवत्याः अवगमनं किं? सप्तमी विभक्ति किम् उपयोगमः चेत् अङ्ग अवयवस्य अङ्गानि अत्र दत्तानि अङ्ग अव्ययात् अव्ययानाम् अङ्गानाम् अङ्गानि सप्तमी विभक्ति एव प्रयोगं करणीयम् इति सूत्र अस्ति अहं न जानामि. अस्तु, इत्युक्ते अत्र एकं वाक्यं लिखितमस्ति इन्द्रजित् मायासीतां गृहीतवान् मायासीतां गृहीतवान् अत्र अस्मिन् वाक्ये इन्द्रजित् इति कर्ता कर्तृपदमस्ति गृहीतवान् इति पदं कृदन्तपदमस्ति ग्रहधातोः रूपं कतवत्वन्तरूपम् अस्ति अपि च इन्द्रजित् गृहीतवान् यस्य कस्यापि यस्मिन् कस्मिन्नपि वाक्ये तिङन्तपदं नास्ति चेदपि कृदन्तपदं तिङन्तपदम् इव कृदन्तपदं क्रियापदम् इव कार्यं करोति. इत्युक्ते गृहीतवान् इति पदं कृदन्तपदं तत् पदं क्रियापदम् इव कार्यं करोति. अत्र अस्मिन् वाक्ये तिङन्तपदं नास्ति. इन्द्रजित् गृहीतवान् कां गृहीतवान् मायासीतां गृहीतवान् कुत्र गृहीतवान् केशेषु उत्तमम्. अत्र इत्येतस्मिन् वाक्ये ग्रहणक्रियायाः कर्म सीता अत्र ग्रहणम् इति एका क्रिया अस्ति ग्रहणं गमनं पीड ताडनं पीडनं प्रहरणम् एतानि क्रिया पाचकपदानि तत्र ग्रहणक्रियायाः कर्म सीता अस्ति. इत्युक्ते तस्मिन् वाक्ये कर्मपदं सीता अस्ति कर्मभूतायाः सीतायाः अङ्गे अङ्गे इत्युक्ते अत्र केशे इन्द्रजित् गृहीतवान् इत्युक्ते आहत्य यस्मिन् अङ्गे ग्रहणं भवति यस्मिन् अङ्गे ताडनं यस्मिन् अङ्गे प्रहरणं भवति इत्यादिकं भवति तस्य अङ्गस्य सप्तमी विभक्तिः भवति. अत्र भवती इति लिखितमस्ति मुद्रणदोषः तत्र ह्रस्व इकारः एव लेखनीयः. भवती इति भूधातोः रूपं क्रियापदं किन्तु भवती इति वदामश्चेत् तत्र प्रथमपुरुषकर्तृपदं भवति अत्र मुद्रणदोषः अस्ति. आहत्य यस्मिन् अङ्गे ग्रहणं ताडनं भवति तस्य अङ्गस्य सप्तमी भवति. तदर्थं कानिचन उदाहरणानि दत्तानि किन्तु अत्र अस्मिन् पुटे केवलम् एकमेव वाक्यं लिखितमस्ति किन्तु यदि भवन्तः इच्छन्ति चेत् अग्रिमे पुटे अन्यानि वाक्यानि दत्तानि गृहपाठरूपेण तत् करपत्रम् अहं प्रेषयामि. भवन्तः सर्वे तत् करपत्रं समापयन्तु गृहपाठरूपेण. उत्तमम्. अग्रिमम् अभ्यासरूपेण अत्र किं लिखितमस्ति भवती एव पठतु भगिनी. एकः प्रश्न भगिनी, कथं वदामि, किमपि माध्यमेन प्रहरणम् अस्ति चेत् सप्तमी एव योजयामः भगिनि. माध्यमेन इत्युक्ते अत्र तु गृहीतवान् किन्तु हंस धातु हन्ति यदि हन्ति तव तु अहं न जानामि. हतवान् हतवान् यदि हतवान् अस्ति चेत् अपि सप्तमी भवति भगिनि अत्र अत्र हतवान् गृहीतवान् तस्य प्रसङ्गः नास्ति अत्र गृहीतवान् गृहीतवान् अत्र इत्युक्ते किं इत्युक्ते अत्र केवलं ग्रहणं ताडनं प्रहरणम् इत्यादीनि पदानि दत्तानि भवत्याः प्रश्नः तु तत्र हन् धातोः रूपं ल्युडन्त् रूपम् अस्ति चेदपि तादृशं कार्यं भवति वा इति प्रश्नः अस्तु अन्यधातुषु अपि सप्तमी एव योजयाम इति मम प्रश्नः तत् प्रष्टव्यं भगिनि अस्तु भगिनि धन्यवादः अत्र तु ग्रहणं ताडनं प्रहरणम् इति लिखितमस्ति यस्मिन् अङ्गे अत्र दत्तमस्ति तस्य एव सप्तमी विभक्तिः भवति अधः गीताञ्जलिभगिनी भवती एव पठतु नो चेत् गीताञ्जलिभगिनी पठतु अग्रे किं लिखितमस्ति भगिनी पठति वा गीताञ्जलिभगिनी पठामि वा भगिनी नो चेत् भवती एव पठतु भगिनी कर्तृपदं कर्मपदं कर्मणः अङ्गं क्रिया च क्रमेण निर्दिष्टानि सन्ति तेषां साहाय्येन पूर्णानि वाक्यानि रचयत यथा सः अहं वक्षस्थलं प्रहृतवान् सः मां वक्षस्थले प्रहृतवान् सः अहं वक्षस्थले प्रहृतवान् अहम् अहं वक्षस्थले प्रहृतवान् अपि वक्तुं शक्नोमि वा इत्युक्ते अत्र अभ्यासरूपेण अत्र उदाहरणत्वेन इन्द्रजित् माया सीतां केशेषु गृहीतवान् इति पूर्वं वाक्यं दत्तमस्ति तादृशरीत्या एव अन्यानि उदाहरणानि अत्र स्थापितानि अत्र अधोभागे अत्र आवरणे अथवा कोष्टके एकम् उदाहरणं दत्तमस्ति तत्र किं लिखितमस्ति चत्वारि पदानि दत्तानि सः वक्षस्थलं प्रकृतम् प्रहृतवान् इति पदानि इत्युक्ते कर्तृपदं सः इति कर्तृपदम् अत्र कर्मपदं कर्मणः अङ्गं क्रिया च क्रमेण निर्दिष्टानि इत्युक्ते एतानि चत्वारि पदानि योजयित्वा एकं वाक्यं लेखनीयम् अत्र अस्मिन् वाक्ये सः प्रहृतवान् सः कर्तृपदं सः शब्दस्य विशेषणमेव प्रहृतवान् सः प्रहृतवान् साधारणतया तवत्वन्तरूपं कर्तृपदस्य विशेषणं भवति साधारणतया सः प्रहृतवान् अहं शब्दस्य द्वितीयाविभक्त्यन्तरूपं साधारणतया द्वितीयाविभक्तिः इत्युक्ते कर्मपदं सः मां प्रहृतवान् कुत्र वक्षस्थले प्रहृतवान् तादृशरीत्या सप्तमी विभक्तेः प्रयोगः भवति उत्तमं भगिनी अधुना अत्र उषा भगिनी भवती पूरयतु प्रथमं वाक्यम् आरक्षकः चोरः कण्ठः गृहीतवान् कः गृहीतवान् चोर आरक्षकः गृहीतवान् कं गृहीतवान् चोरं गृहीतवान् कुत्र गृहीतवान् कण्ठे गृहीतवान् अतः आरक्षकः चोरं कण्ठे गृहीतवान् उत्तमम् तादृशानि वाक्यानि अन्यानि वाक्यानि विभक्तिवल्लर्याम् अन्यानि वाक्यानि सन्ति गृहपाठरूपेण प्रेषयामि भवन्तः सर्वे तं गृहपाठं कुर्वन्तु अपि च अत्र अग्रिमे पुटे इत्युक्ते सप्तचत्वारिंशत्तमे पुटे किमस्ति इति एकवारं परिशीलयामः अत्र आत्मनेपदीधातूनां प्रसङ्गे परिचयरूपेण किञ्चित् लिखितम् अस्ति अत्र परिचयः अथवा भूमिका अथवा पीठिका अथवा प्रस्तावना एतानि पर्यायवाचकपदानि अथवा पर्यायवाचिनः शब्दाः इति वक्तुं शक्नुमः तत्र धातूनां प्रसङ्गे अग्रिमे पुटे पीठिकारूपेण किञ्चित् लिखितमस्ति, तत् अस्माभिः ज्ञातव्यम्। अग्रे शोभा भगिनी भवती अवधेयम् इति पठतु। आं भगिनि, अवधेयं क्रियापदस्य मूलं धातुः, यथा पठति इत्यस्य क्रियापदस्य मूलं पठ् इति धातुः। धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः च इति। पठ्, लिख्, क्रीड्, निल्, गम् इत्यादयः धातवः परस्मैपदिनः। वन्द्, एद्, लभ्, ईक्ष्, लज् इत्यादयः धातवः आत्मनेपदिनः। परस्मैपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते, यथा पठति, लिखति, शोचति। आत्मनेपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ते इति श्रूयते, यथा वीक्षते, लज्जते, कम्पते। उभयपदीनां तु धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति, ते, एतद् उभयम् अपि श्रूयते, यथा करोति, कुरुते, याचति, याचते, जानाति, जानीते। प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् भवत्याः अवगमनं विवृणु। आं भगिनि, तत्र क्रियापदस्य त्रीणि रूपाणि दत्तं, यथा केचन धातवः क्रियापदे ति अन्तः सन्ति, यथा पठ् धातुः, लिख् धातु, लिख्, क्रीड्, मिल्, गम् इति धातुः क्रियापदे ते पठति, लिखति, क्रीडति, मिलति, गच्छति, गम् धातुः गच्छति इति भवन्ति। अपि च केचन धातवः ते इति अन्ते ते इति आगच्छति, ते ति अस्ति चेत् आत्मनेपदी धातवः इति उच्यते, ते इति आगच्छति चेत् क्षमतां, ति इति परस्मैपदी इति उच्यते, ते आगच्छति चेत् आत्मनेपदी इति उच्यते। आत्मनेपदिनः केचन उदाहरणानि, ईक्ष् तत्र वीक्षते, लज्जते, कम्पते इति दत्तं, ते अपि ईक्ष् धातुः, अपि लज् धातुः, कम्पते इत्यस्य, कम्पते इत्यस्य कम्प् इति मन्ये भगिनि, अपि च वन्द् इति धातुः, वन्दते, एधते, लभते इति, ते सर्वे आत्मनेपदिनः। कानिचन धातवः उभयपदी अपि सन्ति, तत्र तेषां रूपाणि आत्मने परस्मैपदी अपि उभयपदे पदी रूपे सन्ति, यथा कृ धातुः करोति, कुरुते, द्वे अपि भवति। अपि च याचति, याचते, तत्र धातुः किं भगिनि, याचति, याचति भगिनि, वदतु अन्य, वदतु भगिनि, याचते, हा, अपि च जानाति, जानीते इति, तत्र जन् धातुः, न जन् जानाति, ज्ञा धातुः, ज्ञा धातुः, जानाति अपि जानीते, द्वे रूपौ अति अपि भवति। अत्र याचते, याचते इति उभयपदी दत्तमस्ति, याचति, याचते इति दत्तमस्ति, इत्युक्ते अत्र लौकिकधातुः याच्, लौकिकधातुः याच् इति लिखितमस्ति, किन्तु तत्र बहवः इति संज्ञकवर्णाः सन्ति। अत्र तु याचु इति लिखितमस्ति, इत्युक्ते तत्र याचनायाम् इति लिखितमस्ति, तत्र टु इति आदिर्निटुडवः इत्यनेन टु इत्यस्य लोपः भवति. अनन्तरं तत्र अन्तिम अनुनासिक इत्यनेन अपगच्छति याचेव अवशिष्यते उत्तमं. तावदेव. अत्र यथा मया पूर्वमेव उक्तमस्ति, अवधेयम् इति पदम् अव उपसर्गपूर्वकः धातोः रूपम् अस्ति. अनन्तरम् अत्र धातुः इति पदं पुंलिङ्गपदं, केचन धातवः किं वक्त केचन धातवः परस्मैपदिनः, केचन धातवः आत्मनेपदिनः, केचन धातवः उभयपदिनः इति अत्र लिखितमस्ति, वक्तव्यम्. अपि च अत्र मया पूर्वमेव उक्तमस्ति आत्मनेपदी परस्मैपदी इति पदं, तत्र नकारान्तपदम् अस्ति, तत्र अलुक् समासः नाम्ना तत्र विभक्तेः लोपः न भवति इति कृत्वा परस्मै आत्मने इति रूपाणि तत्र सम्भवन्ति. इत्युक्ते तत्र अलुक् समासः भवति, इत्युक्ते विभक्तिलोपः न भवति. आहत्य तत्र चतुर्थी तत्पुरुषसमासः भवति. अपि च अत्र प्रथमैकवचनरूपेषु इति लिखितमस्ति, वदतु अत्र किम् अभवत्? तत्र प्रथमयोगः एकवचन प्रथम, तत्र वृद्धिसन्धिः भवति भगिनी प्रथमैक. उत्तमम्. अत्र वृद्धिरेचि इति सूत्रेण तत्र सूत्रमस्ति, संज्ञा तत्रापि सूत्रद्वयम् अस्ति, वृद्धिरादैच् इति वदामश्चेत् संज्ञासूत्रं भवति, वृद्धिरेचि इति विधायकसूत्रं विधिसूत्रं विधिसूत्रम् अस्ति. तत्र प्रथमैकवचनरूपेषु इति लिखितमस्ति. अपि च अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते आहत्य अत्र ती अन्ते अस्ति चेत् परस्मैपदिरूपाणि, ते अन्ते अस्ति चेत् आत्मनेपदिरूपाणि, केषुचित् धातुषु उभयमपि श्रूयते इति उभयपदिनः भवन्ति. अत्र किञ्चित् वदामि, व्याकरणवर्गे वयं पठितवन्तः अतः वदामि. आहत्य अत्र ती ते इति रूपाणि सिद्धतिङ्प्रत्ययानां रूपाणि, इत्युक्ते मूलतिङ्प्रत्ययाः सन्ति. यथा क्रियापदस्य मूलरूपं धातुः अस्ति, तथा एव तिङ्प्रत्ययानां मूलरूपाणि, अष्टादश तिङ्प्रत्ययानां मूलरूपाणि सन्ति. तत्र एकं सूत्रमस्ति, तिप्तस्झि सिप्तस्थ मिप् वस्मस् त आतां झ था सा थां ध्वम् इड्वहि महिङ् इति एकं सूत्रमस्ति. तेन सूत्रेण धातोः अन्ते तत्र मूलतिङ्प्रत्ययाः आयान्ति. मूलतिङ्प्रत्ययेभ्यः कानिचन कार्याणि भूत्वा तत्र सिद्धतिङ्प्रत्ययाः आयान्ति. सिद्धतिङ्प्रत्ययाः एव एते प्रत्ययाः, इत्युक्ते सिद्धतिङ्प्रत्ययाः के इत्युक्ते ती तः अन्ति सी थः थ मी वः मः लट्लकारे, इत्युक्ते मूलतिङ्प्रत्ययान् स्वीकृत्य वयं लट्लकारे सिद्धतिङ्प्रत्ययान् साधयामः, लोट्लकारे अपि सिद्धतिङ्प्रत्ययान् साधयामः, लङ्लकारे विधिलिङ्लकारे, इत्युक्ते लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः इति वदामः. अन्ये षट् लकाराः आर्धधातुकलकाराः. प्रथमतया वयं सर्वे सार्वधातुकलकारान् पठामः. मूलतिङ्प्रत्ययाः सन्ति, मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययान् साधयामः प्रत्येकस्मिन् लकारे, इत्युक्ते लट्लकारे भिन्नसिद्धतिङ्प्रत्ययाः सन्ति, लोट्लकारे भिन्नसिद्धतिङ्प्रत्ययाः, लङ्लकारे अपि भिन्न सिद्धतिङ्प्रत्ययान् साधयामः, तथा एव विधिलिङ्लकारे अपि, इत्युक्ते मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययान् साधयामः. तादृशरीत्या एव मूल आत्मनेपदिधातूनां प्रसङ्गे अपि तादृशं कार्यम् एव भवति, इत्युक्ते आत्मनेपदिधातूनां प्रसङ्गे अपि केचन मूलतिङ्प्रत्ययाः सन्ति. कथं? ता आतां झ था सा थां ध्वम् इड्वहि महिङ् एते नवप्रत्ययाः आत्मनेपदिधातूनां मूलतिङ्प्रत्ययाः. मूलतिङ्प्रत्ययेभ्यः तत्र सिद्धतिङ्प्रत्ययाः आयान्ति, तेषां निर्माणं भवति. अत्र वीक्षते, लज्जते, कम्पते, अत्र एतेषां पदानाम् अन्ते सिद्धतिङ्प्रत्ययः अस्ति. आत्मनेपदिधातूनां सिद्धतिङ्प्रत्ययाः के इति पश्यामश्चेत् ते, इते, अन्ते, से, इथे, द्वे, ये, वहे, महे. इत्युक्ते आहत्य तत्र व्याकरणवर्गं गच्छामश्चेत् तत्र किं कुर्मः, प्रथमतया धातुः अस्ति, धातुतः इत्संज्ञकवर्णानां लोपं कृत्वा लौकिकधातुं साधयामः. तदनन्तरं तत्र अङ्गं निर्मामः, अङ्गस्य अनन्तरं तदनन्तरं सिद्धतिङ्प्रत्ययान् योजयामः. इत्युक्ते तत्र भिन्नप्रकोष्ठे वयं सिद्धतिङ्प्रत्ययान् साधयामः, भिन्नप्रकोष्ठे अङ्गं साधयामः, तदनन्तरम् अङ्गसिद्धतिङ्प्रत्यययोः मेलनं कुर्मः. तेन एतादृशानि पदानि सिद्ध्यन्ति, वीक्षते, लज्जते, कम्पते इत्यादीनि पदानि. इत्युक्ते अत्र यानि पदानि दत्तानि तेषाम् अन्ते सिद्धतिङ्प्रत्ययाः सन्ति, मूलतिङ्प्रत्ययाः तु भिन्नाः इति एकः विषयः. अनन्तरम् अत्र केचन धातवः सन्ति, धातूनां प्रसङ्गे अपि तत्र त्रीणि सूत्राणि सन्ति. तानि कानि इत्युक्ते अनुदात्तनित आत्मनेपदम् एकं सूत्रं, शेषात् क्षम्यताम् अनुदात्तनित आत्मनेपदं स्वरितनितकर्तृभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम् इत्यादीनि त्रीणि सूत्राणि सन्ति. किमर्थम् एतानि सूत्राणि इति परिशीलयामश्चेत् तत्र धातुः उदात्तः वा अनुदात्तः वा स्वरितः वा इति द्रष्टव्यं. तत्र धातुः अनुदात्तः उदात्तः स्वरितः इत्येषां ज्ञानम् अस्ति चेत् तत्र स्वरविज्ञानम् इति वदामः. स्वरितः उदात्तः इति वदामश्चेत् तत्र एतत् सर्वं धातोः प्रसङ्गे स्वरविज्ञानं. स्वरविज्ञानेन किम् अवगन्तुं शक्नुमः, सः धातुः सेट् भवति वा अनिट् भवति वा वेट् भवति वा इति ज्ञातुं शक्नुमः. शेट् सेट् इत्युक्ते तत्र इडागमः भवति वा, धातोः रूप साधनसमये इडागमः भवति वा न वा इति अवगन्तुं स्वरविज्ञानम् अपेक्षितं धातोः प्रसङ्गे. अपि च अन्यः विषयः अस्ति, धातोः प्रसङ्गे एव धातुः स्वरितः अपि च णित् वर्णः तत्र चवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति चेत् तस्य रूपं साधारणतया उभयपदी भवति. स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण कवर्गीय अन्तिमव्यञ्जनं धातोः अन्ते अस्ति चेत् सः धातुः आत्मनेपदी भवति. यत्र यत्र आत्मनेपदी धातोः कारणं नास्ति, इत्युक्ते यत्र यत्र ये धातवः आत्मनेपदिनः न भवन्ति ते सर्वे अन्ततो गत्वा परस्मैपदिनः भवन्ति इति शेषात् कर्तरि परस्मैपदम् इति सूत्रं वदति. इत्युक्ते तृतीयं सूत्रमस्ति शेषात् कर्तरि परस्मैपदम्. तत् सूत्रं किं वदति इत्युक्ते यत्र यत्र आत्मनेपदि धातोः कारणं नास्ति, इत्युक्ते ञकारः इति संज्ञकवर्णः धातोः अन्ते नास्ति, स्वरितः नास्ति, इत्युक्ते आत्मनेपदि समर्थनार्थं तत्र कारणं नास्ति चेत् तदा तत्पदं कर्त्रर्थे परस्मैपदं भवति इति सूत्रं वदति. एतावता धातोः विषये ज्ञानम् अपेक्षितम्, अपि च धातोः स्वरप्रसङ्गे अपि ज्ञानम् अपेक्षितम्, अपि च धातुः परस्मैपदि वा आत्मनेपदि वा उभयपदि वा ज्ञातुम् एतानि त्रीणि सूत्राणि उपकरोति, उपकुर्वन्ति इति वक्तव्यं सूत्राणि. अनन्तरम् अत्र इतोपि वदतु. क्षम्यतां भगिनि, उदात्त अनुदात्त स्वरित इति किं भगिनि? तत्र उच्चारण इत्युक्ते स्वर धातुः उच्चारणविषयः, स्वरविज्ञानम् इत्युक्ते तत्र कथम् उच्चारणीयं, तत्र किं वदामः, इत्युक्ते धातोः उपरि तत्र रेखा अस्ति, धातोः अन्ते इत्युक्ते वर्णस्य उपरि रेखा अस्ति, वर्णस्य अधोभागे रेखा अस्ति, तादृशरीत्या तत्र रेखा दृश्यते चेत् स्वरितः, उदात्तः, अनुदात्तः, तादृश एतत् सर्वं स्वरविज्ञानं कथम् उच्चारणीयम्। किन्तु यदि एकं धातु एव अर्थः तु किमपि भिन्न न जाता, किमपि उच्चारण करणीयं वा न भगिनि? यदि वयं व्याकरणविषये तु किमपि भेदः न जाता न भगिनि? भेदः भवितुम् अर्हति, इत्युक्ते तत्र धातुः धातु मया पूर्वमेव उक्तमस्ति, इत्युक्ते धातोः स्वरविज्ञानस्य अवगमनेन धातुः सेट् भवति वा, अनिट् भवति वा, वेट् भवति वा इति ज्ञातुं शक्नुमः स्वरविज्ञानेन। इत्युक्ते तत्र पठ् धातोः रूपं पठित इति भवति, तत्र इडागमः अभवत्, तत्र क्रीड् धातोः रूपं क्रीडित इति भवति, क्रीडितवान्, तत्र तवत्वन्तरूपं क्रीडितवान् भवति, पठ् धातोः रूपं पठितवान् भवति, तत्र इडागमः अस्ति। किन्तु गम् धातोः प्रसङ्गे तत्र गतवान् तत्र इडागमः न भवति। इत्युक्ते यदि धातोः प्रसङ्गे स्वरविज्ञानं जानीमश्चेत् तदा इडागमचिन्तनं कर्तुं शक्नुमः, इडागमचिन्तनम् अपि अपेक्षितमेव। इत्युक्ते कुत्र मध्ये इकारः आयाति, कुत्र इकारः न आयाति, एतत् सर्वं स्वरविज्ञानस्य अवगमनेन वयं शुद्धं रूपं निर्मातुं शक्नुमः। कथं तु अहं न अवगच्छामि, किन्तु इण्ट्रेस्टिङ्ग्। भगिनि, केन् ऐ आस्क् यू अ स्मॉल डाउट? Yeah, for Vedic chanting, Visheshanno Mitrasham Varunaha. You're talking about that, no? Yes, yes. Swaritaha Udataha Nanudataha. Veda recitation will be that. Okay. So, Bhagini, Swarita, Anudata and Udata are connected to Anit and Set. That's what you're saying, Bhagini? That is connected to? Satan and it. Somehow, we don't know how. इत्युक्ते अत्र प्रथमतया धातोः मूलधातुः मूलधातुं स्वीकृत्य तत्र के के इति संज्ञकवर्णाः सन्ति, अपि च धातोः उच्चारणं कथं करणीयं, धातुः उदात्तः वा, अनुदात्तः वा, स्वरितः वा, एतत् सर्वं द्रष्टव्यं। किमर्थमित्युक्ते तस्य अवगमनेन इडागमचिन्तनं कृत्वा साधुरूपं निर्मातुं शक्नुमः। यथा भगिन्या पृष्टम् एकः धातुः अधुना एव याच् धातुः, तत्र बहवः इतिसंज्ञकवर्णाः सन्ति तस्य अन्ते। वयं सर्वे इतिसंज्ञाप्रकरणे वयं सप्तसूत्राणि वयं पठितवन्तः, प्रथमतया मूलधातुं स्वीकृत्य इतिसंज्ञकलोपं संज्ञकवर्णानां लोपं कृत्वा लौकिकधातुं साधयामः। अत्र मैन्यूट् विषयाः, बहु सूक्ष्मविषयाः बहवः सन्ति इति भाति। उत्तमम्। अनन्तरम् अत्र उपरि अत्र पूर्णेन्दुमहोदय, भवान् पठतु उपरि कानिचन वाक्यानि दत्तानि, तानि वाक्यानि। एतानि वाक्यानि सावधानतया उच्चैः पठत, परिशीलयत च। अर्जुनः पृच्छति, मूर्खः शोचति, अग्निः ज्वलति, अहितः निन्दति, एषा अभिनन्दति, दक्षिणस्तम्भे अस्ति. कृष्णः भाषते, पण्डितः मन्यते, सूर्यः प्रकाशते, श्रेयः विद्यते, सः वर्तते. अत्र एतेषु वाक्येषु क्रियापदेषु आत्मनेपदिना पदितात्मनां रूपाणि प्रयुक्तानि सन्ति. पूर्वस्तम्भे एतेषु वाक्येषु क्रियापदेषु परस्मैपदितात्मनां रूपाणि प्रयुक्तानि सन्ति. एतानि सर्वाणि रूपाणि लट् लकारस्य प्रथमप्रत्ययैकवचनरूपाणि. उत्तमम्. अत्र अहितः इति पदमस्ति, तस्मिन् विषये किञ्चित् वदतु. सः एव मम प्रश्नः अस्ति भगिनि. अस्तु, कोऽपि वदति वा? वदतु. शत्रु अहितः इत्युक्ते शत्रु न शत्रुसमासः अस्ति किल भगिनि? अत्र महोदय एव उक्तवान्. वदतु महोदय. महोदय उत्तमम्. अत्र नाहितः अहितः, तत्र नैतत्पुरुषसमासः, तत्र अहितः इत्युक्ते शत्रुः इति विषयः अस्ति. अपि च अत्र एकं पदमस्ति, श्रेयः इति पदमस्ति. श्रेयः इति पदस्य रूपं किं, कोऽपि वदतु. अत्र का वक्तुमिच्छति? अत्र श्रेयः. उत्तमं. गीताञ्जलि भगिनी वदतु. गीताञ्जलि भगिनी वदतु. वदतु. सकारान्तलिङ्गपदं भगिनि. उत्तमं. श्रेयः इति पदस्य विषये इतोपि किञ्चित् वदामि. अत्र श्रेयः इति पदं नपुंसकलिङ्गपदं, सकारान्तपदं. रूपाणि श्रेयः, श्रेयसि, श्रेयांसि इति रूपाणि भवन्ति. एतत् पदं कीदृशं पदम् इति परिशीलयामश्चेत्, इदं पदम् इयसुन् प्रत्ययान्तरूपम् इति वदामः. इयसुन् इति एकः प्रत्ययः अस्ति. इयसुन् प्रत्ययः, इष्टन् प्रत्ययः इति नाम्ना प्रत्ययद्वयम् अस्ति. इयसुन् प्रत्ययः अस्य पदस्य अन्ते अस्ति इति कृत्वा, इयसुन् प्रत्ययः इत्युक्ते किम् इत्युक्ते, तत्र द्वयोः पदार्थयोः मध्ये कः पदार्थः अतिशयेन उत्कृष्टः इति अवगन्तुम्, आङ्ग्लभाषायां कम्पेरेटिव् डिग्री इति वदामः. कम्पेरेटिव् डिग्री इत्युक्ते मोर् ब्यूटिफुल् इति वदामः आङ्ग्लभाषायां. तथा एव संस्कृतभाषायां तरप् प्रत्ययः अस्ति, अपि च इयसुन् प्रत्ययः अस्ति. मोस्ट् ब्यूटिफुल् इत्यस्मिन् अर्थे संस्कृतभाषायाम् इष्टन् प्रत्ययः अस्ति, अपि च तमप् इति प्रत्ययः अस्ति. सुन्दरतरं, सुन्दरतमं, सुन्दरं, सुन्दरतरं, सुन्दरतमम् इति वदामः. तत्र तरप् तमप् प्रत्ययद्वयम् अस्ति. सुन्दरतरम् इति वदामश्चेत् तरप् इति प्रत्ययः, सुन्दरतमम् इति वदामश्चेत् तमप् प्रत्ययः. किन्तु अत्र श्रेयः इत्यस्मिन् पदे इयसुन् प्रत्ययः अस्ति. इयसुन् प्रत्ययः द्वयोः पदार्थयोः मध्ये अतिशयं दर्शयितुम्, एकः अतिशयेन उत्तमः अथवा अतिशयेन श्रेष्ठः इति वक्तुं इयसुन् प्रत्ययस्य प्रयोगं कुर्मः. किन्तु इयसुन् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र नपुंसकलिङ्गे दत्तमस्ति श्रेयः इति नपुंसकलिङ्गपदं, किन्तु पुंलिङ्गे वदामश्चेत् श्रेयान् इति भवति. तत्र श्रेयान् इति वदामश्चेत् तत्र प्रातिपदिकं तकारान्तप्रातिपदिकं भवति, यथा भवत् शब्दवत्. श्रेयान्, श्रेयांसौ, श्रेयांसः इति रूपाणि भवन्ति. इत्युक्ते भवत् शब्दवत्, भवान्, भवन्तौ, भवन्तः. ईदृशरीत्या पुंलिङ्गे श्रेयान्, श्रेयांसौ, श्रेयांसः इति रूपाणि भवन्ति. श्रेयः इति पदम् इयसुन् प्रत्ययान्तरूपम् अस्ति. इयसुन् प्रत्ययः प्रत्ययं योजयित्वा त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. पुंलिङ्गे श्रेयान् भवति, स्त्रीलिङ्गे श्रेयसी भवति, नपुंसकलिङ्गे श्रेयः इति भवति. श्रेयः इति पदं सकारान्तपदं. मनः शब्दवत् रूपाणि साधनीयानि. मनः मनसि मनांसि इव श्रेयः श्रेयसि श्रेयांसि तादृशानि रूपाणि सम्भवन्ति. पुंलिङ्गे श्रेयान् श्रेयांसौ श्रेयांसः. स्त्रीलिङ्गे नदीशब्दवत् रूपाणि भवन्ति. श्रेयसि श्रेयस्यौ श्रेयस्यः इत्यादीनि रूपाणि भवन्ति. तत्रापि एकं सूत्रम् अस्ति. तत् सूत्रं किम् इत्युक्ते प्रशस्यस्य श्रः इति सूत्रमस्ति. इत्युक्ते प्रशस्य इति स्थाने श्र इति आदेशः भवति. तदर्थमेव तत्र रूपं श्रेयः इति रूपं भवति. तत्र इत्युक्ते आहत्यत्र श्रेयः इत्यस्मिन् पदे इयसुन् नाम्ना एकः प्रत्ययः अस्ति. तस्मिन् प्रसङ्गे वयम् अग्रे गत्वा गीता प्रवेशपुस्तके पठिष्यामः. तत्र सूत्रद्वयम् अस्ति तस्मिन् प्रसङ्गे. एकं सूत्रमस्ति अतिशायने तमभिष्ठनौ इति एकं सूत्रमस्ति. इत्युक्ते इष्टन् प्रत्ययस्य प्रसङ्गे अथवा तमप्रत्ययस्य प्रसङ्गे अतिशायने तमभिष्ठनौ इति एकं सूत्रं. तेन सूत्रेण इष्टन् प्रत्ययः वा अथवा तमप् प्रत्ययं वा योजयामः पदस्यान्ते. किन्तु इयसुन् प्रत्ययः अथवा तरप् प्रत्ययः तस्य प्रसङ्गे द्विवचने विभज्योपपदे तरबीयसुनौ इति एकं सूत्रमस्ति. द्विवचन विभज्योपपदे तरबीयसुनौ इति सूत्रेण तत्र इयसुन् प्रत्ययं योजयामः. अन्ततो गत्वा श्रेयः इत्यस्मिन् पदे इयसुन् नाम्ना एकः प्रत्ययः अस्ति. अपि च रूपं सकारान्तपदं नपुंसकलिङ्गपदं भवति इति विषयः. तत्र तस्मिन् प्रसङ्गे अग्रे इतोपि ज्ञास्यामः. अग्रे अत्र कानिचन पदानि दत्तानि. तत्र पदानि विभज्य लेखनीयानि. अत्र द्वितीयः अभ्यासः अस्ति. अत्र अरविन्द महोदय भवान् पठतु अस्मिन् प्रकोष्ठे द्वितीयम् अभ्यासम्. अतः कानिचित् क्रियारूपाणि सन्ति. एतेषु परस्मैपदिधातूनाम् आत्मनेपदिधातूनां च रूपाणि विचिन्युतः विचिन्युता चिनुता वि उपसर्ग. पश्यति परस्मैपदम्, लज्जते आत्मनेपदं, कामयते पर आत्मनेपदं, तिष्ठति इति परस्मैपदं, वर्धते आत्मनेपदं, विद्यते आत्मनेपदम्, अस्ति परस्मैपदं, पालयते आत्मनेपदं, वदति परस्मैपदं, स्मरति परस्मैपदं, समयते आत्मनेपदं, भाषते इति आत्मनेपदं, पतति इति परस्मैपदं, द्योतते आत्मनेपदं, कर्षति इति परस्मैपदं, स्निह्यति परस्मैपदं, स्नाति परस्मैपदं, स्पृशति परस्मैपदं, कम्पते आत्मनेपदं, म्रियते आत्मनेपदं, रटति परस्मैपदं, नयति परस्मैपदं, दिशति परस्मैपदं, जायते आत्मनेपदं, तिष्ठति परस्मैपदं, ऊहते आत्मनेपदं, गाहते आत्मनेपदं, मोदते आत्मनेपदं, गच्छति परस्मैपदं, ईक्षते आत्मनेपदम्. उत्तमं. भवन्तः सर्वे गृहपाठरूपेण तत्र धातुः कः, कीदृशधातुः अस्ति, लट्लकाररूपाणि कीदृशानि भवन्ति, आत्मनेपदी धातूनां रूपाणि लट्लकारे, केवलम् अत्र लट्लकाररूपाणि एव दत्तानि. तत्र आत्मनेपदी धातूनां कृते नवरूपाणि, परस्मैपदीनां नवरूपाणि. यदि धातुः उभयपदी चेत् तत्र द्वयोः रूपाणि अस्माभिः ज्ञातव्यानि. भवन्तः सर्वे किञ्चित् गृहपाठरूपेण तत्सर्वं धातोः प्रसङ्गे रूपाणां प्रसङ्गे किञ्चित् पश्यन्तु. तेन अस्माकम् अवगमनं सुदृढं भवति. उत्तमं महोदय. अनन्तरं सुजात अनुमागमः भवति इति कृत्वा तत्र कम्पते इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति कप्यूं धातुतः, किन्तु पलायते इति कीदृशं पदम् इति द्रष्टव्यं, दृष्ट्वा एव वक्तुं शक्नोमि. भगिनि, कप्यूं इति धातु तत्र अन्ते इत्सन्य इत्यस्य कप् एव अस्ति वा लौकिकधातुः नन्तरं नुमागमः इत्युक्ते तत्र किं भवति इत्युक्ते कानिचन कार्याणि सन्ति, इत्युक्ते धात्वादेः शः सः इति एकं कार्यं भवति, अपि च नोनः इति एकं कार्यम् अस्ति, तथा एव इदितोनुं धातोः एतादृशानि प्राकृतिककार्याणि इत्युक्ते धातुतः लौकिकधातोः मूलधातुतः लौकिकधातोः साधनार्थं तत्र चत्वारि वा अथवा पञ्चकार्याणि दत्तानि, इत्युक्ते तेषु अन्यतमं कार्यमेव इदितोनुं धातोः इति सूत्रेण तत्र मध्ये नुमागमः भवति. प्रथमतया इत्संज्ञकवर्णानां लोपं कुर्मः. अत्र इत्संज्ञकवर्णः अनुनासिक इकारः, अतः अत्र उपदेशजनुनासिक इत् तस्य लोपः इत्याभ्यां सूत्राभ्याम् अनुनासिकयकारस्य लोपं कृत्वा तदनन्तरं मध्ये इदितोनुं धातोः इति सूत्रेण तत्र एकं सूत्रमस्ति मिदचोन्त्यात् परः इति सूत्रमस्ति. तत् सूत्रं परिभाषासूत्रम् इत्युक्ते सः नुमागमः कुत्र भवति इति अवगमनार्थं, यत्र यत्र विधिसूत्रे स्पष्टता नास्ति तत्र परिभाषासूत्रम् आगत्य तत्र सूत्रस्य विवरणं ददाति. तत्र मिदचोन्त्यात् परः इति परिभाषासूत्रमस्ति, तेन सूत्रेण सः नुमागमः मध्ये भवतु इति वदति इति कृत्वा अत्र इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति. तदनन्तरं नकारस्य स्थाने मकारः आयाति. एतत् सर्वं तत्र अन्यानि कार्याणि अपि भवन्ति, तेन कम्प् इति लौकिकधातुं साधयामः. तावदेव. तदनन्तरं रूपसाधनार्थम् अन्यानि कार्याणि भवन्ति तिङन्तरूपसाधनार्थम्. उत्तमम्. अनन्तरं पलायते कोऽपि दृष्ट्वा वदति वा? अहं साधु अस्ति न जानामि. पर योगः ई धातु तदेव परि पलयते रक्षणे इत्येके चुरादिधातु उपेपति सेट् लकरे प ल अन्तिम अनुनासिक अकार अस्ति. पलां पालयति पालयतः पालयन्ति पालयसि पालयतः पालयता पालयामि पालयावः पालयामः उपेपति कृत्वा पालयते पालयेते पालयन्ते पालयसे पालयेते पालयद्वे पालये पालयावहे पालयामहे. महोदय पूर्णेन्दु महोदय किं पृष्टवान् इत्युक्ते तत्र पलायते पलायते इति पदस्य रूपं पृष्टवान् इत्युक्ते तत्र भिन्नधातुः इत्युक्ते पालयति भिन्न भिन्नरूपं पलायते इति भिन्नरूपं, किन्तु अत्र पुस्तके पलायते लिखितमस्ति. अग्रे गत्वा तस्मिन् विषये अग्रे चिन्तयामः, अग्रे सरेम. उत्तमं. सुजाता भगिनी भवती पठतु अग्रिमपुटे किं लिखितमस्ति. आं भगिनि, एद् धातोः वदतु. एद् धातोः लट्लकारे रूपाणि एवं भवति. भवन्ति भवन्ति क्षम्यतां भगिनि. एत् धातोः विभक्ति वदनीयम्. एत् कथं वदतु भगिनि. धातोः षष्टि विभक्तिः भवति न अत्र. एत् धातोः पुस्तके किं लिखितमस्ति? एद् धातुः, एद् नाम्ना एकः धातुः, सस्यम् एधते, एधते सस्यम् एधते इत्युक्ते टु ग्रो इत्यस्मिन् अर्थे. एत् धातोः लट्लकाररूपाणि अत्र दत्तानि. नवरूपाणि पठतु. एधते, एधे प्रथमपुरुषः, एधते, एधेते, एधन्ते मध्यमपुरुषः, एधसे, एधेते, एधद्वे उत्तमपुरुषः, एधे, एधावहे, एधामहे. एधामहे उत्तमम्. अत्रापि एध् धातोः प्रसङ्गे तत्र रूपमस्ति एधौ इति लिखितमस्ति. इत्युक्ते तत्रापि अनुनासिक अकारः अस्ति. अनुनासिक अकारस्य लोपं कृत्वा उपदेशे जनुनासिक इत् तस्य लोपः इत्याभ्यां सूत्राभ्याम् अनुनासिक अकारस्य लोपः भवति. तेन एध् इति लौकिकधातुः आयाति. उत्तमम्. अनन्तरम् अग्रे अपि पठतु भवती एव. सः धातुः मूलधातुः अस्ति. सः लौकिकधातुः सः धातुरूपाणि एवं भवन्ति. प्रथमपुरुषः सहति, सहेते, सहन्ते. मध्यमपुरुषः सहसे, सहेते, सहद्वे. उत्तमपुरुषः सहे, सहावहे, सहामहे. उत्तमम्. अत्र धातुः सहते इति अस्ति. धातुः सहते अस्ति इति कृत्वा तत्र किन्तु मूलधातुः तु मूर्धन्य मूर्धन्य शकारादिधातुः अस्ति. तत्र तादृशेषु धातुषु तत्र धात्वादेः शः सः इति कार्यं भवति. इत्युक्ते यथा केषुचित् धातुषु णो नः इति सूत्रेण कार्यं भवति. अत्र धात्वादेः शः सः इति सूत्रेण तत्र मूर्धन्यशकारादिधातुः अस्ति इति कृत्वा सकारः भवति, दन्त्यसकारः आयाति इति विषयः. तादृशः धातुः इत्युक्ते मूर्धन्यशकारादिधातुः. तदर्थमेव अत्र आवरणे शः इति लिखितमस्ति. लिखितमस्ति सः धातोः रूपाणि नवरूपाणि एतादृशानि भवन्ति. अपि च एतानि लट्लकाररूपाणि, अपि च सिद्धतिङ्प्रत्ययान् योजयित्वा एतानि रूपाणि दत्तानि. उत्तमं. ललिता भगिनी अग्रिमं वाक्यानि दत्तानि, पठतु वाक्यानि. पठामि. उच्चैः पठत, अभ्यासेन ज्ञानं वर्धते. कामात् क्रोधः जायते. उत्पन्नः जीवः म्रियते. हस्तात् गाण्डीवं क्रंसते. भक्तः ईश्वरं भजते. पठामि वा? पठतु पठतु पठतु. जीवः सुखं कामयते. सः अमृतत्वाय कल्पते. स्थितप्रज्ञः किं भाषते? श्रद्धावान् ज्ञानं लभते. ईश्वरः सर्वत्र वर्तते. अभिमन्युः चक्रव्यूहं वीक्षते. भीष्मः सर्वान् क्षमते. कुन्ती कष्टं सहते. सञ्जयः युद्धम् अवलोकते. कृष्णः अश्वान् सेवते. योधः युद्धार्थं त्वरते. अत्र प्रत्येकं वाक्यं स्वीकृत्य परिशीलयामः. अभ्यासेन ज्ञानं वर्धते, किञ्चित् वदतु. अभ्यासेन तृतीया विभक्ति, अभ्यास शब्द धातुः. अत्र धातुः नास्ति भगिनी, अत्र धातुः अस्ति. अभ्यासः, अभ्यासः, अभ्यासः इति पदं कृदन्तपदम् इति वदामः. इत्युक्ते धातुतः निर्मितं पदम्. अत्र अभि उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, अस् धातुतः घञ् इति एकः प्रत्ययः अस्ति. तेन अभ्यासः इति कृदन्तपदम् अस्ति. इत्युक्ते कृदन्तपदम् इत्युक्ते धातुतः निर्मितं पदम् इति अर्थः. अभ्यासः इति पुंलिङ्गपदम्, अभ्यासेन तृतीयाविभक्त्यन्तं रूपम्. अपि च ज्ञानं वर्धते. अत्र अस्मिन् वाक्ये कर्तृपदं किम्? कर्तृ अभ्यास अभ्यासः कर्तृपदम् ज्ञानं कर्मपदम् ज्ञाधातुः न भगिनि अत्र कर्मणि नास्ति कर्मणि नास्ति अत्र वर्ध इति अकर्मकः धातुः ज्ञानं वर्धते सो ज्ञान कर्तृपदम् सुन्दरं सुन्दररीत्या उक्तवती भगिनी शुभदा भगिनी उक्तवती अत्र अभ्यासः इति प्रथमाविभक्त्यन्तं पदमस्ति अभ्यासेन तृतीयाविभक्त्यन्तं पदं किन्तु अस्मिन् वाक्ये कर्मपदं नास्ति किमर्थमित्युक्ते वर्धते तत्र धातुः अकर्मकधातुः इत्युक्ते अकर्मकधातुः अस्ति चेत् कर्मपदं न सम्भवति यद्यपि ज्ञानम् इति पदं नपुंसकलिङ्गपदं तत्र ज्ञाधातोः ल्युट् प्रत्ययान्तरूपं ज्ञाधातोः ल्युडन्तरूपम् अस्मिन् वाक्ये कर्मपदं नास्ति किमर्थमित्युक्ते धातुः अकर्मकधातुः ज्ञानं वर्धते कथम् अभ्यासेन अत्र उपकरणम् अभ्यासेन द्वितीयं वाक्यं वदतु कामात् क्रोधः जायते कामात् वदतु कामात् तृतीयाविभक्ति काम पुल्लिङ्ग कामः कामः एव कामः एव किन्तु पञ्चमी विभक्ति कामात् पञ्चमी विभक्ति सोरि कामात् इति पञ्चमी विभक्ति तत्र क्रोधः इति पदमस्ति क्रोधः इति पदम् अपि क्रुदन्तपदमेव क्रुध्यति क्रुध्यति इति क्रियापदमस्ति तत्र क्रुध्यति इति क्रुध् धातोः रूपमेव क्रोधः अपि च जायते जायते इति अपि अकर्मकधातुः जनी प्रादुर्भावे इति मूलधातुः जनी प्रादुर्भावे इति लिखितमस्ति किन्तु लौकिकधातुः जन् जन् धातुतः जायते जननं वयं जानीमः किन्तु लट्लकाररूपं जायते अत्र रक्ताक्षरैः रक्तवर्णैः लिखितानि सर्वाणि पदानि आत्मनेपदीरूपाणि किन्तु केचन धातवः म्यूट् कुर्वन्तु भवतां पार्श्वे ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु अस्तु अत्र जन् धातुः अकर्मकधातुः जनि प्रादुर्भावे इति लिखितमस्ति आहत्य अत्रापि क्रोधः जायते अस्मिन् वाक्ये अपि कर्मपदं नास्ति केवलं कर्तृपदमेव अस्ति क्रोधः जायते अथवा क्रोधः वर्धते इत्युक्ते एते धातवः अकर्मकधातवः अस्ति इति कृत्वा तत्र कर्मपदं न सम्भवति तस्मिन् वाक्ये आहत्य अस्मिन् वाक्ये कर्मपदं नास्ति कर्तृपदं क्रोधः जायते तावत् उत्तमं भगिनि अनन्तरं तत्र वेदा भगिनी अग्रिमं वाक्यं पठतु पुनः धन्यवादः उत्पन्नः जीवः म्रियते उत्पन्नः जीवः म्रियते म्रियते मृदातु तुदादिगणे आत्मनेपदि अकर्मकधातुः अत एव तत्र कर्मपदं नास्ति जीवः उत्पन्नः जीवः विशेषणविशेषभावमस्ति वा उत्पन्नः जीवः जीवः कर्तृपदम् अत्र जीवः म्रियते अत्रापि कर्मपदं नास्ति उत्पन्नः उत्पन्नः इति कीदृशं पदम् उत्पन्नः विशेषणम् कृदन्तपदम् उषा भगिनी वदतु उत् उपसर्गपूर्वकम् उत् योगः पदयोगः प्रत्ययः उत्तमम् उत्योगः पद्योगः क्तान्तरूपं क्ताप्रत्ययः अस्ति उत्पन्न उत्पन्नः जीवः उत्पन्नः, जीवशब्दस्य विशेषणं. जीवः उत्पन्नः इत्युक्ते उत्पन्नः जीवः म्रियते. अत्रापि कर्मपदं नास्ति. किमर्थं चेत् धातुः अकर्मकः. उत्तमम्. अग्रिमं वाक्यं. हस्तात् गाण्डीवं संस्कृते संसते स्रंसति. हस्तात् गाण्डीवं स्रंसति. स्रंसति इति फालिङ्ग् डौन् स्रंसते. हस्तात् गाण्डीवं गाण्डीवं कर्तृपदं नपुंसकलिङ्ग पदमस्ति. गाण्डीवं हस्तात् पञ्चमी विभक्ति. हस्तात् हस्तात् गाण्डीवं संसति. सृधातु वा सृ तत्र इत्युक्ते स्रांस् इति इत्युक्ते लौकिकधातुः स्रांस् इति दत्तमस्ति. किन्तु मूलधातुः किं द्रष्टव्यं. तत्र एतावता अयं धातुः अपि अकर्मकधातुः इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति. गाण्डीवं संसते. अत्र कुतः इति प्रश्नं पृच्छामश्चेत् हस्तात् स्रंसते. अग्रिमं वाक्यं भगिनी. क्षम्यतां भगिनी, एकः प्रश्नः. भगिनी उत्पन्नः इति उषा भगिनी उक्तवती. उत् योगः पद् पद् इति धातु भगिनी, पद् धातु धातुः एव. चुरादिगणे वा किं पद यत् न अवगतं भगिनी, नकार कथम् आगच्छति उत्पन्नः? तत्र तत्र यदि भवतां पार्श्वे ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु. अत्र पद् धातुः तत्र पद्यते इति अस्ति. पद्यते तत्र टु अटैन् इत्यस्मिन् अर्थे तत्र पद्यते दिवादिगणीयधातुः अस्ति. किन्तु पद् धातुतः क्तान्तरूपं योजयित्वा रूपनिर्माणं कुर्मः चेत् तत्र कथं नकारः आयाति इत्युक्ते तत्र कानिचन सन्धिकार्याणि भवन्ति. सन्धिकार्याणि भूत्वा तत्र पद् धातोः क्तान्तरूपं पन्न. भिद् धातोः रूपं भिन्न. तादृशानि रूपाणि भवन्ति. धन्यवादः. इत्युक्ते तत्र कानिचन सन्धिकार्याणि भवन्ति. यदा वयं अक्तान्तरूपाणि पठामः तदा वयं इतोपि अवगन्तुं शक्नुमः. अत्र अग्रिमं वाक्यं किं लिखितमस्ति अत्र वेदा भगिनी, भवती पठितुम् इच्छति वा? भगिनि, भक्तः ईश्वरं भजते. भजिदातु उभयपदी दातु, अत एव भजते भजति द्वौ रूपमस्ति. परस्मैपतिरूपम् आत्मनेपतिरूपमपि अस्ति. भजते सकर्मकदातु भजति. कं भजति? ईश्वरं भजति. उत्तमम्. अत एव ईश्वरं कर्मपदं, भक्तः कर्तृपदम्. उत्तमम्. पूर्वम् उषा भगिन्या उक्तमस्ति भज् धातोः रूपमेव भक्तः. तत्रापि क्तान्तरूपं योजनेन तत्र भज् धातुतः क्तान्तरूपं योजनेन भक्तः अथवा भक्तिः. भक्तिः इति क्तिन् प्रत्ययान्तरूपं. किन्तु तत्र कीदृशानि कार्याणि भवन्ति इत्युक्ते तत्र पदनिर्माणावसरे कानिचन हल्सन्धिकार्याणि भवन्ति. तत्र हल्सन्धिकार्याणि इति एकः विषयः अस्ति. तेन तत्र जकारस्य स्थाने ककारः कथम् आयाति, एतत् सर्वं तत्र आयास्यति. अग्रिमं वाक्यं भगिनि वदतु. यस्मिन् भक्तिः अस्ति सः भक्तः इति वक्तुम् उचितमस्ति वा भगिनि? उचितमस्ति. उत्तमं. प्रत्ययः अस्ति वा भगिनि तत्र? भक्तः इत्युक्ते तत्र क्तान्तरूपमेव. न यस्मिन् भक्तिः अस्ति सः भक्तः प्रत्यय अस्ति वा भगिनि लैक् इत्युक्ते किं प्रत्ययः अस्ति वा इत्युक्ते तत्र प्रश्नः न अवगतः इत्युक्ते तत्र इत्युक्ते बहुव्रीहिसमासः इति नैतत् तत्र समस्तपदं नास्ति एतत् पदं समस्तपदं नास्ति केवलम् एतत् पदं कृदन्तपदं कृदन्तपदम् इत्युक्ते केवलं भज् धातुतः क्ता इति प्रत्ययस्य योजनेन भक्ता इति पदं निर्मितं भवति कृतान्तपदमस्ति इति कृत्वा त्रिषु रूपे लिङ्गेषु रूपाणि भवन्ति इत्युक्ते कृदन्तपदानि कृदन्तपदानि इत्युक्ते धातुतः कृदन्तपदानां निर्माणं भवति कृत् प्रत्ययस्य योजनेन धातुतः तिङ्प्रत्ययस्य योजनेन तिङन्तपदनिर्माणम् अपि भवति इत्युक्ते धातुतः पदद्वयं सिद्ध्यति कृदन्तपदम् अपि च तिङन्तपदम् किन्तु द्वयोः पदयोः अथवा बहूनां पदानां मेलनेन समस्तपदनिर्माणं भवति तत् सः भिन्नविषयः इत्युक्ते अत्र एकमेव पदमस्ति तत् पदं धातुतः निर्मितं भज् धातुतः क्ता इति कृत् प्रत्ययस्य योजनेन पदं निर्मितम् एतत् पदं कृदन्तपदम् इत्युक्ते कृत् प्रत्ययाः नाम्ना कानिचन प्रत्ययाः केचन प्रत्ययाः सन्ति तेषां योजनेन कृदन्तपदानि निर्मितानि उत्तमम् अनन्तरम् अत्र पठतु जीवः सुखं कामयते जीवः सुखं कामयते कामयते मूलरूपं धातु लौकिकरूपमस्ति कम् कम् धातु लौकिकरूपं कम् धातु कम् धातु सकर्मकधातु अस्ति अत एव कर्मपदानि अस्ति सुखं कर्मपदं जीवः कर्तृपदं जीवः सुखं कामयते उत्तमं जीवः सुखं कामयते भगिनि वदतु सुखस्य भावः सौख्यं सुखस्य भावः सौख्यम् उत्तमं तथा एव अत्र ईश्वरस्य भावः ईश्वरस्य भावः ईश्वरस्य भावः ऐश्वर्यं तथा एव सुखस्य भावः सौख्यं करेक्ट् सौख्यम् उत्तमम् अग्रिमं धन्यवादः भगिनी सूर्यकुमारी भगिनी भवती पठतु अग्रिमं वाक्यं अमृतत्वाय कल्पते कल्पते अत्र किञ्चित् वदामि अत्र साधारणतया कल्पते इति पदम् अस्ति चेत् तत्र साधारणतया चतुर्थविभक्तिरूपम् आयाति अन्यानि उदाहरणानि अपि वदामि अत्र कल्पते इति धातुः कृपुं इति धातुः अस्ति तत्र एकं विशिष्टसूत्रमस्ति अयं धातुः भुवादिगणे एव अस्ति अस्य धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति कृपोरोलः इति एकं सूत्रमस्ति कृपोरोलः तेन सूत्रेण तत्र रेफस्य स्थाने लकारः आयाति तदर्थमेव अत्र रूपं कल्पते कल्पते इति पदं यत्र कुत्रापि आयाति चेत् तत्र चतुर्थविभक्तेः रूपं भवति अमृतत्वम् इति पदमस्ति किन्तु अत्र अमृतत्वम् इत्यस्य चतुर्थविभक्त्यन्तरूपम् अमृतत्वाय इति लिखितमस्ति तथा एव अन्यानि वाक्यानि वदामि भक्तिः ज्ञानाय कल्पते इत्युक्ते भक्तिः ज्ञानोत्पादनाय समर्था भवति इति अर्थः भक्तिः ज्ञानाय कल्पते तथा एव अन्यत् वाक्यं प्रतिदिनं प्रातः उत्थानम् आरोग्याय कल्पते तथा एव संस्कृतभाषा राष्ट्रस्य ऐक्याय कल्पते तत्र राष्ट्रैक्याय, राष्ट्रस्य ऐक्याय अथवा आरोग्याय, अमृतत्वाय, ज्ञानाय इत्यादीनि पदानि चतुर्थी विभक्त्यन्तरूपाणि. इत्युक्ते कल्पते इति क्रियापदमस्ति अस्ति चेत् तदा साधारणतया तस्मात् पूर्वं चतुर्थी विभक्तेः प्रयोगः भवति. चर्चा विवादाय मा भवतु इति वदामः, वक्तुमिच्छामश्चेत् चर्चा विवादाय मा भवतु इति उत्तमं वाक्यं, किन्तु चर्चा विवादाय कल्पते कुत्रचित्, कदाचित्, सर्वदा नास्ति, कदाचित् किं वदामः, अद्यतनपाठः मम शिरोवेदनाय कल्पते. नो चेत् तादृशरीत्या भक्तिः ज्ञानाय कल्पते इति तादृशरीत्या चतुर्थी विभक्त्यन्तरूपम् आयाति, कल्पते इति पदमस्ति चेत्. अग्रिमं वाक्यं पठतु भगिनि. अकर्मकधातुः अकर्मकधातुः अस्ति इति भाति चिद्यते कल्पते कल्पते स्थितप्रज्ञः किं भाषते भाषते. अत्र किं लिखितमस्ति इत्युक्ते कृप् धातुः कल्पते इति रूपं सिद्ध्यते, किन्तु अत्र अकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदम् अस्मिन् वाक्ये अपि नास्ति. सः अमृतत्वाय कल्पते, तत्र सः इत्युक्ते कः इति चिन्तयामश्चेत् सः इत्यस्मिन् स्थाने किं नामपदं योजयितुं शक्नुमः, कोऽपि वदतु. ब्रह्मवित् उत्तमं भगिनि. न अत्र अरुणा भगिनी उक्तवती ब्रह्मवित् इत्युक्ते यः ब्रह्म जानाति, यः ब्रह्म जानाति सः ब्रह्मवित्. सः अमृतत्वाय कल्पते. अग्रे पठतु भगिनि. स्थितप्रज्ञः किं भाषते भाषते वदधातु भगिनि. अत्र भिन्नधातुः अस्ति भाषते इत्यस्य कृते. वदधातोः रूपं वदति परस्मैपदरूपं, किन्तु अत्र परस्मै आत्मनेपदरूपं दत्तमस्ति. अनन्तरमत्र अत्र भाषते स्थितप्रज्ञः इति पदमस्ति चेत् तत्र स्थितप्रज्ञः इति पदं समस्तपदं स्थिता प्रज्ञा यस्य सः बहुव्रीहिसमासः स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः. किन्तु प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञ ततोच्यते. तदोच्यते उत्तमम् इत्युक्ते आहत्यत्र स्थितप्रज्ञस्य का भाषा इति अपि लिखितमस्ति, सः कीदृशव्यवहारं करोति स्थितप्रज्ञः इति विषये. उत्तमम्. अग्रिमं वाक्यं शीघ्रं समापयामः. अग्रिमं वाक्यं श्रद्धवान् ज्ञानं लभते. लब्धातु भुवादिगणे अस्ति, भुवादिगणे लभते. भुवादिगणे लभते, लभते इत्युक्ते प्राप्नोति इत्यस्मिन् अर्थे. अत्र कर्मपदं किम्? ज्ञानं लभते. सकर्मकधातु ईश्वरः सर्वत्र वर्तते. वसुधातु भगिनि. अत्र श्रद्धावान् इत्यस्मिन् पदे इतोपि किञ्चित् कोऽपि वदति वा? श्रद्धावान् इति पदे अस्ति मतु प्रत्ययान्तरूपम्. उत्तमं. यस्मिन् श्रद्धा अस्ति सः श्रद्धावान्. श्रद्धावान् उत्तमं मत् प्रत्ययान्तरूपम् अत्र श्रद्धा इति आकारान्तपदमस्ति स्त्रीलिङ्गपदं यस्मिन् श्रद्धा अस्ति अथवा यस्य श्रद्धा अस्ति सः श्रद्धावान् किन्तु प्रातिपदिकं श्रद्धावत् श्रद्धावत् इति भवति किन्तु पुंलिङ्गे श्रद्धावान् श्रद्धावान् ज्ञानं लभते उषा भगिनी भवती जानाति चेत् अत्र श्लोकः अस्ति श्रद्धावान् लभते ज्ञानं कोऽपि वदति वा कोऽपि गीताश्लोकः अस्ति श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति इति उत्तमः श्लोकः उत्तमम् अनन्तरम् अत्र शशिकला भगिनी भवती वदतु अग्रिमं वाक्यम् अस्ति वा ईश्वरः सर्वत्र वर्तते Is that the one? तत्र तस्मिन् वाक्ये कर्मपदम् अस्ति वा कर्मपदं सर्वत्र अत्र पश्यतु अस्मिन् वाक्ये कर्मपदं नास्ति ओ कर्मपदम् ओ अगेन् अकर्मक ओके वृत् वृत्धातुः अकर्मकधातुः अस्ति इति कृत्वा ईश्वरः वर्तते कुत्र सर्वत्र वर्तते सर्वत्र इत्युक्ते सर्वस्मिन् काले अथवा सर्वस्मिन् देशे तत्र सर्वत्र अन्यत्र सर्वत्र कुत्र एतादृशेषु पदेषु तत्र सप्तमीविभक्ति अर्धे एतानि पदानि सिद्ध्यन्ति एतानि पदानि तद्धितप्रत्ययान्तपदानि तत्र त्रल् इति एकः प्रत्ययः अस्ति सप्तमीविभक्ति अर्थे सर्वत्र इत्युक्ते सर्वस्मिन् प्रदेशे अथवा सर्वस्मिन् काले सर्वशब्दस्य सप्तमीरूपं सर्वस्मिन् सर्वस्मिन् काले सर्वस्मिन् देशे इति भवति एतावत् वर्तते इति अकर्मकक्रियापदम् अग्रे पठतु क्रियापदम् अभिमन्युः चक्रव्यूहः वीक्ष्यते चक्रव्यूहं वीक्ष्यते इत्युक्ते अत्र वीक्षते अयं धातुः अपि सकर्मकधातुः तदर्थमेव चक्रव्यूहः वाट् इस् वीक्ष्यते मेन् भगिनि पश्यति पश्यति पश्यति ओके अनन्तरं भीष्मः सर्वान् क्षमते अत्र अत्र रूट् अस्ति सर्वत्र सर्वान् इत्युक्ते मूलपदं तु समानमेव किन्तु अत्र सर्वान् इति कीदृशं पदम् बहुवचन द्वितीयविभक्ति सर्वः सर्वान् सर्वः इति पदस्य पुंलिङ्ग बहुवचनं द्वितीयविभक्ति अत्र शोभा भगिनी द्वितीयविभक्तिपर्यन्तं रूपाणि वदतु पुंलिङ्गे तत्र सर्वः सर्वौ सर्वे सः तं सर्वं सर्वौ सर्वान् उत्तमं भीष्मः सर्वान् क्षमते अग्रिमं वाक्यं धन्यवादः भगिनी अनन्तरम् अत्र का वदति गीताञ्जलि भगिनी भवती करोतु अग्रिमं वाक्यं कुन्ती कष्टं सहते कुन्ती तु कर्तृपदं स्त्रीलिङ्गपदम् ईकारान्त कष्टम् इति कर्मपदम् एकवचन सहते इति आत्मनेपदीरूपं सः धातु भगिनि सः धातु सञ्जयः युद्धम् अवलोकते सञ्जयः कर्तृपदम् एकवचन अकारान्त युद्धं तु अपि कर्मपदम् एकवचन अवलोकते इत्युक्ते पश्यते इति तु आत्मनेपदीरूपम् अवयो उपसर्ग लुक् लुक् धातु भगिनि अस्ति कृपया म्यूट् कुर्वन्तु अत्र पूर्वस्मिन् अत्र सहते इति पदमस्ति सहते अपि तत्र सह धातुः अपि मूर्धन्यषकारादिधातुः इति लिखितमस्ति अवलोकते इति पदमस्ति अव उपसर्गपूर्वकः तत्र धातुः कः द्रष्टव्यम् अग्रे पठतु लोक् अस्ति भगिनि लोक् अस्ति लोक् अस्ति लोक् भवादिगणे अस्ति चतुरादिगणे अपि भगिनी कर्मपदं द्वितीयविभक्ति अस्ति कर्मपदं कुन्ती कष्टं कष्टम् इस् द्वितीया विभक्ति युद्धम् इस् द्वितीया विभक्ति रैट् आम् यद् इत्युक्ते तत्र नपुंसकलिङ्गपदमस्ति इति कृत्वा तस्य रूपं समानमस्ति कृत्वा अत्र कष्टं सुखं दुःखं युद्धम् एतानि पदानि नपुंसकलिङ्गपदानि अत्र तु द्वितीया विभक्ति एकवचनं इत्युक्ते आहत्य अत्र धातुः सकर्मकः अस्ति इति कृत्वा द्वितीया विभक्ति एकवचनं अग्रे पठतु भगिनि भगिनि सञ्जयः इति पदं कथम् आयाति भगिनि सञ्जयः अहं दृष्टवती न इति उपसर्ग संयोगः उपसर्गः संयोगः जी धातोः रूपमस्ति मम चिन्तनं जयः जयः इति तत्र जी धातु अग्रे एव आयास्यति अत्र विजयः इति पदमस्ति अग्रे अग्रिमे पुटे तत्र वि उपसर्गपूर्वकः जी धातुतः अच् इति एकः प्रत्ययः अस्ति जयः जी जयः जयः इति अहं चिन्तयामि किन्तु द्रष्टव्यम् अनन्तरं कृष्णः अश्वान् सेवते कृष्णसुकर्म कर्तृपदम् अश्वान् कर्मपदं बहुवचनरूपं सेवते आत्मनेपदीरूपं सेव् इति धातु न भगिनि सेव् सेवते सेवते एतावत् अत्रापि अश्वान् इति कर्मपदं द्वितीयविभक्ति बहुवचनरूपं कर्मपदम् योद्धः युद्धार्थं त्वरते योद्धः अपि कर्तृपदं योधृकारान्त पदमस्ति इति अहं प्रातिपदिकम् इति न ऋकारान्तपदमस्ति चेत् तत्र योद्धृकारान्तपदमस्ति चेत् ऋकारान्तपदमस्ति चेत् योद्धा इति भवति यथा योद्धा इत्युक्ते कर्ता पदम् इव ऋकारान्तपदम् आयाति किन्तु अत्र पदं तु अकारान्तपदम् अकारान्तपुंलिङ्गपदम् युद्धार्थं त्वरते युद्धार्थम् अत्र कर्मपदं किन्तु कृदन्तपदं भगिनि किं पदम् युद्धार्थं समस्तपदं न समस्तपदमेव युद्धं पूर्वस्मिन् वाक्ये युद्धम् इति लिखितमस्ति युद्धं नपुंसकलिङ्गपदं किन्तु अत्र युद्धार्थम् इति इत्युक्ते चतुर्थी विभक्ति अर्थम् आयाति अत्र युद्धाय इति अपि वक्तुं शक्यते किन्तु मया पूर्वमेव उक्तमस्ति युद्धार्थम् इति समस्तपदमस्ति युद्धाय इदम् कस्मै इदम् अस्ति न भगिनि कस्मै इदं किमर्थं भवति अत्र कथं वक्तव्यं युद्धाय इदम् युद्धाय इदम् इति युद्धार्थं समस्तपदं चतुर्थी तत्पुरुषसमासः भवति. किन्तु अत्र युद्धार्थम् इत्युक्ते युद्धाय युद्धाय कर्तुं युद्धं कर्तुम् उत्तमं युद्धं कर्तुम् अपि च अत्र त्वरते इति एकं क्रियापदमस्ति. अधुना एव मया दृष्टं कीदृशं पदं तत्पदम् इति. तत्र भुवादिगणि एव लिखितमस्ति. तत्र धातुः टु हरि अप् त्वरते इत्यस्मिन् अर्थे टु हरि अप् इति. अयं धातुः अपि अकर्मकधातुः इति लिखितमस्ति. इत्युक्ते आहत्य अत्र अत्रापि योधः त्वरते. धातुः कः भगिनि? अत्र धातुः त्वर् लौकिकधातुः त्वर् इति लिखितमस्ति. किन्तु तत्र बहवः इत्संज्ञकवर्णाः सन्ति उपदेशावस्थायां. तत्र आदिमवर्णः चवर्णी अन्तिमव्यञ्जनं णी अस्ति. इत्युक्ते तत्र आदिर्निटुडवः इति सूत्रेण तत्र ण्यकारः इत्संज्ञकवर्णः भवति इति मम चिन्तनं. णित्वराम् इति लिखितमस्ति. इत्युक्ते आहत्य अत्र आदिमवर्णः अपि इत् संज्ञकवर्णः भवति. अन्तिम दीर्घ आकारः अनुनासिक आकारः अपि इत् संज्ञकवर्णः भवति इति भाति. तेन त्वर् इति रूपम् आयाति. अग्रे वदतु भगिनि. भगिनि अकर्मक अस्ति चेत् युद्धार्थं युद्धार्थम् इत्युक्ते तत्र तत्पदं कर्मपदं तु नास्ति. इत्युक्ते तस्मिन् स्थाने समानार्थिकपदं योजयित्वा वदामश्चेत् युद्धाय. भगिनी तत्र प्रश्नः, युद्धाय इदम् इति उक्तवती, इदं किं कार्यं करोति तत्र अर्थे? युद्धाय इदम् इत्युक्ते नपुंसकलिङ्गे भवति किल, अथवा कर्मपदे कर्मपदमस्ति वा? अत्र अस्मिन् वाक्ये धातुः अकर्मकधातुः अस्ति इति कृत्वा कर्मपदं नास्ति. नास्ति, अस्तु. अनन्तरम् एतदेव वाक्यं भिन्नरीत्या वक्तुम् इच्छामश्चेत् योधः युद्धाय त्वरते इति भवति. इत्युक्ते एतदेव वाक्यं भिन्नरीत्या योधः युद्धाय त्वरते इति भवति. किन्तु अस्मिन् वाक्ये युद्धार्थम् इति लिखितमस्ति. युद्धार्थम् इति पदं समस्तपदम्. इत्युक्ते द्वयोः पदयोः मेलनेन एतत् पदं सिद्ध्यति. यत्र कुत्रापि समस्तपदमस्ति चेत् समस्तपदस्य कृते विग्रहवाक्यं वक्तव्यं भवति. इत्युक्ते विग्रहवाक्यं किमर्थम् इत्युक्ते तस्य पदस्य अर्थावगमनार्थं, तस्य पदस्य अर्थम् अवगन्तुं, समस्तपदस्य अर्थम् अवगन्तुं विग्रहवाक्यं वदामः. अत्र युद्धार्थं समस्तपदं, तत्र युद्धाय इदम्. तत्र इदम् इति पदस्य अन्वयं न अवगतं भगिनि. युद्धाय इदम् इति युद्धार्थम् इदम् अवगच्छामि. युद्धार्थम् इति समस्तपदम्. आम् न, व्याकरणं नास्ति भगिनि. तत्र इदम् इति तद् अर्थे कथं भवति इति. युद्धाय इदम् इत्युक्ते अत्र तथा तत्र किं वक्तव्यम् इत्युक्ते एतत् पदं विशेषणं भूत्वा त्रिषु लिङ्गेषु भवितुमर्हति. इत्युक्ते युद्धाय इदम् इति वदामश्चेत् तत्र समस्तपदं युद्धार्थं भवति, अथवा युद्धार्थः इति अपि पदं सिद्ध्यति. किमर्थम् इत्युक्ते युद्धाय अयम् युद्धाय अयम् इति वदामश्चेत् तत्र समस्तपदं युद्धार्थः इति भवति. अपि च स्त्रीलिङ्गे अपि एतत् पदं भवितुमर्हति. युद्धार्था युद्धाय इयम् युद्धाय इयम् रूपम् अपि सिद्ध्यति. किन्तु अत्र पदं नपुंसकलिङ्गे अस्ति इति कृत्वा युद्धाय इदम् इति विग्रहवाक्यं सम्भवति. आहत्य अत्र एतत् पदं समस्तपदम् अपि च अस्मिन् पदे चतुर्थी तत्पुरुषसमासः अस्ति. किन्तु अस्य अर्थः तु युद्धाय. किमर्थम् इति पृच्छामश्चेत् युद्धार्थं योधः त्वरते. किमर्थं युद्धार्थम् इदं कारणं वदति योधः त्वरते. उत्तमम्. वयं समीकृत्य चिन्तनं कृतवन्तः. अग्रिमे पुटे अपि अभ्यासद्वयम् अस्ति. अपि च एकां कथां प्रेषितवती. भवन्तः सर्वे कथां पठन्तु. कथा नास्ति, किञ्चित् लिखितमस्ति करपत्रे. तस्मिन् करपत्रे अपि द्वितीये करपत्रे कानिचन प्रतिध्वनिः अस्ति. अस्तु, कानिचन आत्मनेपदिरूपाणि सन्ति. भवन्तः सर्वे तत् करपत्रं, द्वितीयं करपत्रं पश्यन्तु. अग्रिमे सप्ताहे वयं सर्वे अत्र मिलित्वा कथायाः प्रसङ्गे किञ्चित् चिन्तनं करिष्यामः. अपि च अस्मिन्नेव पुस्तके अग्रिम अभ्यासद्वयमपि कर्तुं प्रयत्नं करिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.